ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तुते येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणे सर्वेषां स्वागतम्। अस्माकं प्रवर्तमानविषयः अस्ति तिङ्प्रत्ययाः अपि च लकाराणां सिद्धिः। वयं दृष्टवन्तः पूर्वस्मिन् वर्गे तत्र यदा तद् यत्र यत्र यदा वयं तत्र लकार योजयामः, विवक्षानुगुणं लकार धातोः अनन्तरं लकार योजयामः, तत्र लस् इत्यनेन अस्माकं विवक्षानुगुणम् एव तत्र लकारस्य स्थाने प्रत्ययः आगच्छति। सो प्रत्ययः परस्मैपदप्रत्ययः अस्माभिः योजनीयं वा आत्मनेपदी योजनीयं, तत्तु धातु आधारेण भवति। धातुः कीदृशप्रत्ययः स्वीकरोति तस्य आधारेण अस्माभिः तत्र परस्मैपद नो चेत् आत्मनेपदप्रत्ययः प्रथम पुरुषस्य विवक्षायाम् एकवचनस्य विवक्षायां तस्य आधारेण एव तत्र योजनीयं। प्रत्येकस्य तिङ् प्रत्ययस्य कृते तत्र आदौ तत्र परस्मैपद संज्ञा अस्ति, अनन्तरम् आत्मनेपदसंज्ञा, अनन्तरं तत्र तिङ्प्रत्ययस्य कृते प्रथमपुरुष, मध्यमपुरुष, उत्तमपुरुष इति संज्ञा, अनन्तरं तत्र प्रथमपुरुषसंज्ञा तु तत्र त्रयाणां त्रयाणां कृते तत्र प्रथमपुरुष, मध्यमपुरुष, उत्तमपुरुष इति संज्ञा, अनन्तरम् एकशः तत्र एकवचन, द्विवचन, बहुवचन इति संज्ञा अस्ति। सो संज्ञासूत्राणि अस्माभिः पठितानि, तिङ्गस्त्रीणि त्रीणि प्रथम उत्तमः, अनन्तरं द्विवचन बहुवचनानि एकशः, अनन्तरं मध्यमपुरुषप्रत्ययः कीदृश कुत्र योजनीयम्, उत्तमपुरुषप्रत्ययः कुत्र योजनीयं। सो युष्मदुपपदे समानाधिकरणे स्थानिनी अपि मध्यमः इत्यनेन तत्र विधिः अस्ति। सो मध्यमप्रत्ययः युष्मदुपपदे सति, अपि च तिङ्प्रत्ययस्य अपि च युष्मदुपपदस्य तत्र समानाधिकरणीयम् अस्ति चेद् अत्र धातोः अनन्तरं पुरुष येषां येषां कृते मध्यम इति संज्ञा, तादृशप्रत्ययः योजनीयं। तथैव यदा तत्र अस्मद् उपपदे समानाधिकरणे स्थानिनी अपि उत्तमः इति सूत्रम् अस्ति, अनेन उत्तम येषां तिङ्प्रत्ययानां कृते उत्तम इति संज्ञा, तेषां विधिः कुत्र अस्ति इत्युक्ते अस्मद् उपपदस्य विषये एव अस्ति। अनन्तरं वदति शेषे प्रथम। सो अस्मद्विहा युष्मद्विवक्षा अस्ति चेत्, तादृश कर्तृविवक्षा अस्ति चेत् तत्र, नो चेत् कर्मपदस्य विवक्षा अस्ति चेत् तत्र अस्माभिः धातोः अनन्तरं प्रथमसंज्ञक तिङ्प्रत्ययः योजनीयम्। अनन्तरं वयं दृष्टवन्तः अस्मिन् करपत्रे यः सर्वेषां धातूनाम् एकवचनस्य विवक्षायां तु तिप् एव आयाति यदि पारस्मैपदी धातुः अस्ति, परन्तु अनन्तरम् इत्युक्ते लट् लकारे अपि तिप्, लकारे अपि तिप्, लोट् लकारे अपि तिप्, लिट् लकारे अपि तिप्, सर्वेषां दशसु लकारेषु एकवचनस्य विवक्षायां प्रथमपुरुष एकवचनस्य विवक्षायां तिप् एव आयाति, परन्तु अनन्तरं लकाराधारीकृत्य तत्र किञ्चित् चेञ्ज् भवति, परिवर्तनम् आयाति। सो तिङ्सिद्धिः सप्तम अध्याये, तानि सूत्राणि सप्तम अध्याये प्रथमपादे प्रथम सूत्रम् आरभ्य ऊन् पञ्चाशत् सूत्रपर्यन्तं तानि सूत्राणि यत्र तिङ्दिः भवति। सो अस्मिन् करपत्रे तावदेव उक्तं। सो तत् भिन्नकरपत्रमस्ति, लट् लकारे तिङ्प्रत्ययानां सिद्धिः कथं करणीयं, लोट् लकारे कथं करणीयम् इति तत्र अग्रे पश्यामः। अनन्तरं वयं दृष्टवन्तः ये तिङ्प्रत्ययाः तेषां कृते मूले सार्वधातुकसंज्ञा अस्ति, तिङ्क्षित् सार्वधातुकम् इत्यनेन। सो सर्वेषां तिङ्प्रत्ययानां कृते सार्वधातुकसंज्ञा अस्ति, परन्तु एतदपि संज्ञा सूत्रं। सो अनेन सूत्रेण सार्वधातुक् व्याकरणशास्त्रे सार्वधातुक् इति यः पदमस्ति सः तस्य अर्थः कः इति अत्र उक्तमस्ति. तिङ्गपि प्रत्ययानां समूहः शित् अपि प्रत्ययविषये एव अस्ति. सो अत्र सार्वधातुक् इति संज्ञा प्रत्ययानां कृते. तृतीयाध्याये एतत् संज्ञासूत्रं स्थापितं न तु प्रथमाध्याये. साधारणतया तत्र ये संज्ञासूत्राणि सन्ति अष्टाध्याये ते सर्वे तानि सर्वाणि सूत्राणि प्रथमाध्याये सन्ति. परन्तु एतत् सूत्रम् एतत् अपि संज्ञासूत्रं परन्तु एतत् सूत्रं तृतीयाध्याये अस्ति. सो अत्र किमर्थं तृतीयाध्याये अस्ति तस्य कृते प्रयोजनमस्ति. किमर्थं चेत् अत्र धातोः इति अधिकारः. सो धातोः अनन्तरं ये षित् प्रत्ययाः तेषां कृते एव सार्वधातुकसंज्ञा. सो सार्वधातुक् आर्धधातुक् इति संज्ञा तादृशप्रत्ययानां ये प्रत्ययाः धातोः विहिताः भवन्ति अतः सर्वेषां प्रत्ययानां कृते सार्वधातुकसंज्ञा इति नास्ति व्याकरणशास्त्रे. केवलं धातोः ये प्रत्ययाः धातोः अनन्तरं तेषां कृते एव यदि ते तिङ् नो चेत् अथवा षित् तदा एव तेषां सार्वधातुक् इति संज्ञा. अनन्तरं वदति अर्धधातुकं शेषः. सो धातोः अनन्तरं ये तिङ् विहाय षित् विहाय प्रत्ययाः विहिताः भवन्ति तेषां कृते अर्धधातुक् इति संज्ञा इत्युक्ते तदपि संज्ञासूत्रं. परन्तु अस्माभिः पूर्वस्मिन् वर्गे पठितं तत्र सम्पूर्ण अष्टाध्यायीग्रन्थे तत्र सूत्राणां या शैली अस्ति सा कथमस्ति इति वदामः चेत् तत्र सामान्यविशेषनियमः अस्ति. प्रथमे महर्षिः सामान्य सूत्रं वदति अनन्तरं यदि आवश्यकता अस्ति चेत् तस्य कृते अपवाद विशेषसूत्रम् अपि वदति. सुतिंशत् सार्वधामिति सामान्यसूत्रम्. अनन्तरम् अस्य सूत्रस्य कृते तत्र विशेषसूत्रमपि अस्ति अग्रे आयास्यति. एतत् न पठितं न एतत् पठितं वा आम् एतत् पठितं. सो अनन्तरं तिंशत् सार्वधातुकम् इत्यस्य कृते विशेषसूत्रम् अस्ति लिट् च लिङ्गाशीषि. सो लिट् लकारस्य स्थाने लह स्थाने ये तिवादयाः विहिताः भवन्ति तेषां सार्वधातुक् अस्ति आर्धधातुक् संज्ञा अस्ति. सो अत्र साक्षात् महर्षि सूत्रद्वारा एव लिट् लकारस्य तिबादयस्य कृते आर्धधातुक् इति संज्ञा करोति 3415 सूत्रद्वारा. सो एतत् सूत्रमस्ति तिंशित् सार्वधातुकम् इत्यस्य कृते अपवाद सूत्रम्. किमर्थम् अपवाद? प्रथमे वदति सर्वे तिङ् प्रत्ययाः सार्वधातुक्. इदानीं वदति लिट् स्थाने ये तिबादयाः ते आर्धधातुक् अतः अपवादसि. यत् पूर्वे उक्तं तत् किञ्चित् अत्र भिन्न उक्तमस्ति भिन्नसंज्ञा उक्तम्. अपि च अत्र अस्माभिः अत्र आकारात् एका संज्ञा इति सूत्रस्य अधिकारः नास्ति. 3413 इति सूत्रे आकारात् एका संज्ञा इति सूत्रस्य तत्र अधिकारः प्रथमाध्याये कुत्रचित् अस्ति. एतत् सूत्रं तु तृतीयाध्याये. अत्र तस्य सूत्रस्य अधिकारः नास्ति अतः अत्र सामान्यविशेषः एव वदामः. अपिषत् सार्वधातुकस्य कृते लिङ्गाशीषिसूत्रमपि अपवाद सूत्रम्. सो आशिषि अर्थे आशिषिविषये यदा लिङ्ग् योजयामः लिङ्ग्लकार योजयामः केवलम् आशिषि अर्थे विधिनिमन्त्रण आमन्त्रण आदिष्ठ तेषां विषयेण अत्र लिखितं साक्षात् लिङ्गाशिषि लिङ्ग् आशिषि. सो आशिषि विषये लिङ्ग्लकारस्य अपि लिङ्ग्लकारस्य स्थाने ये तिपादयाः तेषां कृते अपि आर्धधातुक्या. सो अपवादद्वयं कस्य कृते? तिंशित् सार्वधातुकम् इति सूत्रस्य कृते. सो लिट् लकारः अपि आर्धधातुकलकारः भवति लिङ्ग्लकारः अपि आर्धधातुकलकारः भवति. साक्षात् तिवादयः एव आर्धधातुकसंज्ञकः. लिट् विहाय लिङ्ग् विहाय आशिष् लिङ्ग् विहाय आशीर्लिङ्ग् लकार विहाय स सर्वे लकारस्य स्थाने सर्वेषां लकाराणां स्थाने ये तिङ् तेषां कृते तु सार्वधातु संज्ञा एव अस्ति. किमर्थं चेत् कोऽपि अन्य नास्ति तिंशित् सार्वधातुकमित्यस्य कृते. अनन्तरं वयं दृष्टवन्तः कुत्र पठितम् एच् बिन्दु अस्तु एतत् अस्तु अस्माभिः कर्तरी शाप् इति पूर्वस्मिन् वर्गे दृष्टम्. आमां सो यदा वयं सामान्यविशेषि वदामः अत्र कर्तरी शाप् अपि च एतानि सर्वाणि सूत्राणि अपि सामान्यविशेषशैली आधारेण एव महर्षिणा स्थापितम् इत्युक्ते कर्तरी शाप् इत्यत्र कस्यचित् गणस्य विषये न वदति. अत्र धातोः कर्तरी सार्वधातुके शप् प्रत्ययः परश्च इति सूत्रं तत्र भवति. सो सर्वेषां येषां येषां कृते धातु इति संज्ञा तेषाम् अनन्तरं शप् विहितः भवति. कदा भवति? यदा अस्माकं विवक्षकर्तरी प्रयोगः अस्ति अपि च धातोः साक्षात् अनन्तरं सार्वधातुक संज्ञक प्रत्ययः अस्ति तदा एव शप् आगन्तुं शक्यते. सो अत्र कोऽपि गणस्य उल्लेखः नास्ति. सो एतत् सूत्रमपि सामान्यसूत्रम् औत्सर्गिक नियमस्ति. सो यदा तत्र चुरादिगणस्य आतिदेशिकधातुः अस्ति तत्र अपि तेषां कृते अपि धातुसंज्ञा अस्ति. सो तत्र चोरी पाठी इति ये णिजन्तदातवः सन्ति तेषां कृते सनाद्यन्तः धातवः इति सूत्रेण धातु भवति. अतः तेषाम् अनन्तरं तत्र शप् एव विहितः भवन्ति. किमर्थं चेत् अत्र चुरादिगणस्य कृते कोऽपि विशेषविकरणप्रत्ययः न उक्तं महर्षिद्वारा. सो चुरादिगणे तत्रापि शप् एव विहितः भवति. निच् इति तु निच् इति भिन्नसूत्रेण आयाति. वीणा शूल्पाश् इति तत्र एकं दीर्घसूत्रमस्ति अपि च तत्र चुरादिभ्यः निच् इति तत्र सूत्रम् अस्ति. सो आदौ आयाति अनन्तरम् एव यदा पुनः तस्य नीच् योजयामः चेत् तस्य पुनः धातुसंज्ञा भवति. अनन्तरम् अनेन कर्तरी शप् इत्यनेन कर्तरी प्रयोगे तत्रापि सार्वधातुक प्रत्यये परे निजन्तधातोः अनन्तरं शप् आयाति. सो एतत् औत्सर्गिक नियमस्ति, सामान्यसूत्रमस्ति. अस्य सूत्रस्य कृते अपि अपवादाः. किमर्थं चेत् अत्रापि समाननिमित्तानि भवन्ति. आदिप्रभृतिभ्यः शप् लो अत्र तु एतत्तु भिन्न स्थले अस्ति. 72 एतत् सूत्रमस्ति परन्तु 3168 सूत्र आरभ्य तत्र 3173 77 78 79 97 एतानि एकस्मिन् प्रकरणे सन्ति. परन्तु आदिप्रभृतिभ्यः शप् लुक् इति तु एकं लोपप्रकरणम् अस्ति तत्र द्वितीयाध्याये चतुर्थपादे तत्र एतत् सूत्रद्वयं. सो अत्र तु शप् प्रत्ययस्य लुक् उक्तमस्ति. सो अत्रापि विधि उक्तं. सो ये आदि ये धातवः सन्ति तेषां विषये यदा तत्र कर्तरी प्रयोगे सार्वधातुके परे शप् आयाति तस्य शप् प्रत्ययस्य लुक् भवति इति एतत् सूत्रं वदति. अनन्तरं जुहोत्यादिभ्यः श्लु इति सूत्रेण ये हु धातुः अनन्तरं हु आरभ्य ये धातवः सन्ति तत्र अत्र पूर्वसूत्रात् शप् श्लु इति भवति. सो शप् प्रत्ययस्य श्लु इत्यनेन लोपः भवति. सो अत्रापि लोप इति विधिः अस्ति, लोपविधि विधायकसूत्राणि. परन्तु अत्र श्लु इत्यनेन लोपः भवति, सामान्यलोपः नास्ति, श्लु इत्यनेन लोपः अस्ति. अनन्तरं तत्र कर्तरी शप् यत्र अस्ति तस्मिन् प्रकरणे एव दिवादिभ्यः शन्. सो दिवादिभ्यः शन् इति सूत्रं यदि अत्र निमित्तानि पश्यामः चेत् अत्रापि सार्वधातुके इति पदद्वयस्य अनुवृत्तिः अस्ति अस्मिन् प्रकरणे. सर्वेषां सूत्राणां कृते कर्तरि सार्वधातुके, कर्तरि सार्वधातुके. सो दिवादिभ्यः शन् कदा आयाति? कर्तरि सार्वधातुके. स्वादिभ्यः शृणु कर्तरि सार्वधातुके. कर्तरि सार्वधातुके सप्तम्यन्तं पदमस्ति, निमित्तं भवति. अतः कदा एतानि निमित्तद्वयं शन् प्रत्ययस्य कृते, श्नु प्रत्ययस्य कृते, तथैव अत्र. सो सर्वेषां शन् श्नु शष्णम् उष्णा एतेषां विकरणप्रत्ययानां कृते निमित्तं समानं, यत् निमित्तं शप् इत्यस्य कृते अस्ति, निमित्तम् एतेषां कृते अपि अस्ति. सो एकस्मिन्नेव प्रकरणे अस्ति. अतः कर्तरि सार्वधातुके इत्यस्य अनुवृत्तिः अनुवर्तते अत्र. पदद्वयं, पदद्वयस्य अनुवृत्तिः अस्ति. सो गणविकरणप्रत्ययानां विधिः केवलं सार्वधातुप्रत्यये परे एव अस्ति. यदि धातु स्वादिगणस्य कोऽपि धातुः अस्ति, तस्यानन्तरं कोऽपि आर्धधातुसंज्ञप्रत्ययः अस्ति, तत्र शृणु न आयाति. तथैव सर्वेषां गणानां कृते. सो सार्वधातुके परे, अपि च कर्तर्थक् सार्वधातुप्रत्यये परे. सो अस्माभिः दृष्टं तिवादयः कर्तरिप्रयोगे लः, वट् वास् द सूत्रं, लः कर्मणि च भावे च अकर्मके व्यः इति सूत्रं. तेन सूत्रेण लः स्थाने ये प्रत्ययाः आयान्ति तेषां प्रयोगः कर्तरिप्रयोगे अपि भवति, कर्मणि अपि भवति, भावे प्रयोगे अपि भवति. सो लः स्थाने तु मूलतः वादयः. सो तिवादयप्रयोगः वयं कर्तरि अपि कर्तुं शक्यते, कर्तर्थक् अपि भवति तिवादयः, कर्मर्थक् अपि तिवादयः सन्ति, अपि च भावे प्रयोगे अपि तेषां तिवादयानां प्रत्ययानां प्रयोगः भवति. सो इति अत्रापि सामान्यविशेषः इति शैली वयं द्रष्टुं शक्यते. कर्तरि शप् सामान्यसूत्रम्, अस्य सूत्रस्य कृते अपवादानि दिवादिभ्यः शन् स्वादिभ्यः श्नु, न तु जुहोत्यादिभ्यः श्लु. अत्र भिन्नविधिः अस्ति, अत्र प्रत्ययविधिः नास्ति. आदिप्रभृतिभ्यः शप् लुक्, जुहोत्यादिभ्यः शप् श्लु, अत्र लोपप्रकरणम् अस्ति. अत्र भिन्नप्रकरणं. सो 2472 एतत् सूत्रं कर्तरि शप् इत्यस्य अपवादसूत्रं नास्ति, भिन्नसूत्रमस्ति. सो अदादिगणे ये धातवः सन्ति तत्र शप् आयाति, कर्तरि शप् इत्यनेन शप् आयाति, परन्तु अनन्तरम् अनेन सूत्रेण तस्य शप् प्रत्ययस्य लुक् भवति. तथैव जुहोत्यादिभ्यः, जुहोत्यादिगणे ये धातवः सन्ति तेषाम् अनन्तरं कर्तरि शप् इत्यनेन शप् आयाति, परन्तु तस्य शप् प्रच्लु इत्यनेन लोपः भवति अनेन सूत्रेण 2472. सो कर्तरि शप् इति सूत्रस्य अपवादसूत्राणि दिवादिभ्यः शन् यत्र प्रत्ययविधिः अस्ति, अत्रापि प्रत्ययविधिः समाननिमित्तं तत्र भवेत्. सो दिवादिभ्यः शन् स्वादिभ्यः शृणु अधिप्रभृतिभ्यः शप् लुक् इत्यस्य सूत्रस्य कृते कोऽपि निमित्तं नास्ति. अत्र वदति यदा तत्र अदादिगणस्य धातोः अनन्तरं शप् आयाति तस्य शप् प्रत्ययस्य लुक् भवति, कोऽपि निमित्तम् आवश्यकम् नास्ति. सो अनैमितिक् सूत्रमस्ति आदिप्रभृतिभ्यः शप् अपि च जुहोतिभ्यः श्लु. किमर्थं तत्र प्रयोजनम् अस्ति अग्रे वयं पश्यामः. यथा वयं बलाबल करपत्रं पठामः तत्र महर्षिणा केषाञ्चन सूत्राणां, विधिसूत्राणां कृते तत्र निमित्तं न दत्तं. सो यत्र निमित्तं नास्ति प्रायशः सः अन्तरङ्गसूत्रं भवति. सो अग्रे पठामः तत्र किम् अस्ति. सो एतस्य पूर्वपर नित्य इति एतेषाम् अपेक्षा अन्तरङ्गसूत्रं बलवत् भवति, सर्वदास्य कार्यं भवति. अस्तु, सो एतानि अस्माभिः पठितानि. इदानीम् अत्र अन्तिमं परिच्छेदम् एकवारं पठित्वा एच् बिन्दुतः गच्छामः. अस्तु, कः पठति अथवा कः पठति? चेतना भगिनी पठति वा भगिनी अत्र? अत्रास्ति महत्त्वपूर्णो बिन्दुः. सर्वे सिद्धाः तिङ्प्रत्ययाः सर्वधातुकाः भवन्ति चेत् तर्हि कर्तर्थे सर्वेषु लकारेषु कर्तरि शप् इत्यस्य प्रसक्तिः। एवं चेत् गणभेदः भविष्यति सर्वेषु लकारेषु, परन्तु तथा नास्ति। चतुर्षु एव लकारेषु गणीयो भेदः दृश्यते, लटि, लोटि, लङि, विधिलिङ्गि च। षट्सु लकारेषु गणीयभेदो नास्ति, लिटि, लृटि, लृङि, लुटि, लुङि, आशीर्लिङ्गि च। अतः कथञ्चित् एषां लकाराणां सिद्धप्रत्ययाः सार्वधातुकाः न स्युः। पाणिनिः एषां लकाराणां सिद्धप्रत्ययानाम् आर्तधातुकत्वं साधयति मार्गद्वयेन। एतत् परिच्छेदम् अवगतम्। कर्तरी शप् सार्वधातुके इति सूत्रं सर्वे लकारेषु न आप्लिकेबल् नास्ति, केवलं चतुर्षु लकारेषु गणचिन्तनं करणीयं, लट् लोट् लङ् अपि च श्रूयते वा भगिनि मम ध्वनि? नेट्वर्क् सम्यक् अस्ति वा? सो अत्र यत् प्रथमे यत् वाक्यं लिखितं तत् तस्य आधारेण एव अग्रे सर्वं लिखितम्। अत्र किं लिखितं? सर्वे तिङ्प्रत्ययाः सार्वधातुकाः भवन्ति चेत्। किमर्थम् एतत् वाक्यं लिखितं? बिकास् सूत्रं तादृशं, तिङ्क्षित् सार्वधातुकम्। सो तिङ्प्रत्ययाः यदि सार्वधातुकाः भवन्ति तिङ्क्षित् इत्यनेन, तर्हि कर्तर्थे कर्तरिप्रयोगे सर्वेषु लकारेषु कर्तरि शप् इत्यस्य प्रसक्तिः, किल? सो किमर्थं चेत् सूत्रं तिङ्क्षित् सार्वधातुकम्। सो तेन वयं किं गच्छामः? तिङ् प्रत्ययाः सार्वधातुकसंज्ञकाः। सो सर्वेषु लकारेषु लः स्थाने तिङ् एव आयान्ति। सो सर्वेषु लकारेषु धातोः अनन्तरं सार्वधातुकप्रत्ययः। सो सर्वेषु लकारेषु कर्तरि शप् इत्यस्य प्रसक्तिः भवेत् इति सामान्यचिन्तनम्। अनन्तरं वदति यथा तादृशपायाति एवं चेत् इफ् देट् हेपन्स् गणभेदः भविष्यति सर्वेषु लकारेषु। सो सर्वेषु दशसु लकारेषु तत्र गणभेदः भवेत्। किमर्थं चेत् गण आधारीकृत्य सर्वेषु लकारेषु कुत्रचित् शप्, कुत्रचित् श्नु, कुत्रचित् श, कुत्रचित् श्नम् इति आयाति चेत् तत्र गणभेदः इत्युक्ते अन्ततो गत्वा तत्र यथा तत्र यः पदमस्ति भेदः भवति। यथा तत्र अस्माभिः पठितं लृट् लकारे पठिष्यति इत्यपि अस्ति, भविष्यति अपि अस्ति, अनन्तरं तत्र लेखिष्यति इति अस्ति। सो तत्र गणभेदः न दृश्यते। सर्वेषु दशसु लकारेषु स्य स्य स्य इति सर्वत्र दृश्यते। सो यदि यदि तिङ्प्रत्ययः सार्वधातु तर्हि कर्तरिप् इति प्रसक्तः भवति। यत्र यत्र कर्तरिषप् प्रसक्तः भवति तत्र तत्र तुदादिविहषः, रुदादिविहषणम् एतेषामपि सूत्राणामपि प्रसक्तिः अस्ति। सो तादृश भवति चेत् दशसु लकारेषु गणभेदः भविष्यति, परन्तु तथा नास्ति। दशसु लकारेषु तु गणभेदः न दृश्यते। गणभेदः तु केवलं चतुर्षु लकारेषु एव दृश्यते। सो किमर्थम् अस्ति, किमर्थं केवलं चतुर्षु लकारेषु एव धातु अपि च तिवादयस्य मध्ये भिन्नभिन्नभागः श्रूयते, अन्येषु षट्षु लकारेषु तु तत्र एतत् भागं विकरणप्रत्ययस्य भागः न श्रूयते, अतः तत्र किञ्चित् साम्यं दृश्यते, रूपसाम्यं दृश्यते. अन्तिमं यत् रूपम् अस्ति सर्वेषु धातुषु तत्र किञ्चित् रूपसाम्यं दृश्यते, परन्तु गणभेदः तु केवलं चतुर्षु लकारेषु एव दृश्यते. सो तस्य कृते कारणं किम् इति अत्र दत्तम्. अतः अत्र पठतु भगिनि अन्तिमवाक्यद्वयम्. अतः कथञ्चित् एषां लकाराणां सिद्धप्रत्ययाः सार्वधातुकाः न स्युः. पाणिनिः लिटि लृटि लृङ्गि लुटि लृङ्गि अपि च आशीर्लिङ्गि एतेषु षट्षु लकारेषु कथञ्चित् सम्भव कथञ्चित् एतेषु षट्षु लकारेषु ये तिवादयाः ये लकाराणां सिद्धप्रत्ययाः तिवादयाः ते सार्वधातुका न स्युः. सार्वधातुकाः न स्युः चेत् कर्तरिषु अपि तस्य प्रसक्तिः तत्र न भवति एतेषु षट्षु लकारेषु. सम्भव दे शुड् नाट् दे वी हेव् टु डिसैड् वै दे आर् नाट् सार्वधातुक. सो अत्र केवलं लिखितं कथञ्चित् एषां लकाराणां सिद्धप्रत्ययाः सार्वधातुकाः न स्युः बिकास् अनुभेदः न दृश्य. अतः कथञ्चित् तत्र सार्वधातुक ते सार्वधातुकसंज्ञकाः न. अग्रे पाणिनिः एषां लकाराणां सिद्धप्रत्ययानाम् आर्तधातुकत्वं साधयति मार्गद्वयेन. सो फस्ट् वदति सम्भव सिद्धप्रत्ययाः ये लकाराणां सिद्धप्रत्ययाः ते सार्वधातुकाः न स्युः. यदि ते सार्वकाः न तथा किं भवति? वी हेव् ओन्ली टु मार्क्स्, ऐदर् सार्वधातुक् आर् ऐदर् सार्वधातुक् आर् आर्धधातुक्. सो पाणिनिः कथम् अत्र ये तिङ् अत्र एतेषु लकारेषु कथं तत्र आर्धधातुकप्रक्रिया भवति मार्गद्वयेन महर्षि साधयति इति लिखितं. तत् किम् अस्ति इति अग्रे पश्यामः इति अत्र लिखितं. सो हौ लिट् लकारे, अस्तु लिट् लकारे तु कोऽपि प्राब्लम् नास्ति, किमर्थं चेत् तत्र लिट् च इति सूत्रमस्ति. तथैव आशरे अपि सूत्रमस्ति आशिष् लिङ्गाशिषि. सो लिट् लकारे आशीर्लिङ्ग् लकारे अस्माभिः पूर्वे सूत्रं पठितं लिट् च लिङ्गाशिषि. सो एतेषु लकारद्वये तत्र ये लकाराणां सिद्धप्रत्ययाः ये तिबादयाः ते तु आर्धधातुक्. सो तत्र तु आर्धधातुकं वयम् अवगच्छामः, तत्र आर्धधातुकत्वम् अस्ति, प्रत्ययानां कृते आर्धधातुकत्वम् इति गुणः अस्ति इति संज्ञा अस्ति. परन्तु लृटि किं लृङ्गि किं लुटि किं लुङ्गि किम् एतेषु चतुर्षु लकारेषु कथं सः आर्धधातुकत्वं साधयति? वदति मार्गद्वयेन इति. अग्रे पश्यामः किम् अग्रे अपि पठतु भगिनि एच् बिन्दु. सार्वधातुकलकाराः आर्धधातुकलकाराः च. अत्र कश्चन सिद्धान्तः अवगन्तव्यः. धातुना यः प्रत्ययः साक्षात् पुरतः दृश्यते तस्य प्रत्ययस्य स्वभावानुगुणं कार्यं भविष्यति. सः प्रत्ययः सार्वधातुकश्चेत् तर्हि कर्तर्थे कर्तरिप्रयोगे कर्तरि शप् इत्यनेन शप् विकरणप्रत्ययः विहितः भवति. धातु तिङ् प्रत्ययोः मध्ये सः प्रत्ययः आर्धधातुकश्चेत् तर्हि कर्तरि शप् इत्यस्य प्रसक्तिः नास्ति एव, अपि तु इडागमः इडागमो विचारः विहितः। अतः अस्माकं चिन्तनम् इदानीम् इदम् धातोः साक्षात् पुरतः यः प्रत्ययः अस्ति तस्य स्वभावः कः इति। सो धातुना यः प्रत्ययः साक्षात् पुरतः दृश्यते प्रत्ययस्य स्वभावानुगुणं कार्यं भविष्यति। यः प्रत्ययः सार्वधातु कश्चित् धातोः अनन्तरं सार्वधातुकप्रत्ययः अस्ति चेत् एव कर्तरि, अपि च कर्तरि प्रयोगः अस्ति चेत् एव कर्तरि शब् सार्वधातुके इति सूत्रस्य प्रसक्तिः अस्ति। परन्तु आर्तधातुकप्रत्ययः अस्ति चेत् कर्तरि शब् इत्यस्य प्रसक्तिः नास्ति, तत्र इडागमः विचारः करणीयम्। अतः वयं चिन्तनीयं धातोः साक्षात् पुरतः यः प्रत्ययः अस्ति सः सार्वधातुकं वा आर्धधातुकं वा इति प्रथमं द्रष्टव्यम्। तदेव लिखितम् अत्र। स्वभावः इत्युक्ते तस्य कृते का संज्ञा अस्ति, आर्धधातुसंज्ञा अस्ति वा सार्वधातुकसंज्ञा अस्ति। अपि च अत्र लिखितं साक्षात् पुरतः, सो तत्र धातु प्लस् य प्लस् तिप्, धातु प्लस् य प्लस् तिप् लृट्लकया आयाति, तत्रापि धातुतः तिवादयः सार्वधातुकसंज्ञकः, परन्तु तत्र मध्ये स अस्ति, अतः धातुः साक्षात् मध्ये यः प्रत्ययः अस्माभिः तं प्रत्ययं सः प्रत्ययः अस्माभिः तत्र तस्य स्वभावः कः इति अस्माभिः तत्र परिशीलनं। सो अत्र लिखितं साक्षात् पुरतः, सो साक्षात् परे यः अस्ति, न तु अनन्तरं यः प्रत्ययः। अत्रापि पश्यतु कर्तरि शप् सार्वधातुके इति सूत्रे यः सार्वधातुके इति पदम् अस्ति सः सप्तम्यम् अस्ति, अत्र निमित्सप्तमी अस्ति इत्युक्ते तस्मादिति उत्तरस्य, सो साक्षात् उत्तरे भवेत्। यस्मात् सः शप् प्रत्ययः विहितः, अत्र धातोः शप् प्रत्ययः विहितः भवति, कदा भवति? यदा धातोः साक्षात् अत्र निमित्सप्तमी अस्ति, धातोः साक्षात् परे सार्वधातुप्रत्ययः, तदा एव मध्ये शप् आगन्तुं शक्यते। सो सो उत्तरे साक्षात् उत्तरे कः प्रत्ययः धातु, किमर्थं चेत् शप् श श्ना एते सर्वे प्रत्ययाः धातोः विधीयन्ते, परन्तु एतेषां प्रत्ययानां कृते पूर्वे एकम् अन्यत् प्रत्ययः तत्र अस्ति चेदेव एते प्रत्ययाः आगन्तुं शक्यते। सो पूर्वे कर्तर्थक् सार्वधातुप्रत्ययः अस्ति चेदेव एते गण विकरणप्रत्ययः आगन्तुं शक्यते। सो प्रत्ययानां विधिर्थं तत्र एकम् अन्यत् प्रत्ययम् अपेक्षितम्, सः प्रत्ययः सार्वधातुकसंज्ञकः भवेत्, अपि च सः साक्षात् धातोः पुरतः भवेत्, साक्षात् परे भवेत्। कुत्रचित् अनन्तरम् अस्ति चेत् तदा तत्र एते विकरणाः न आगन्तुं शक्यते इति साक्षात् पुरतः दृश्यते। सो धातुः साक्षात् पुरतः कर्तर्थक् सार्वधातुक अस्ति चेदेव कर्तरि शप् इत्यनेन यत्र यत्र कर्तरि शप् आयाति तत्र तत्र सार्वधातुप्रयोग किमर्थं चेत् शप् शोषणा सार्वधातुके प्रत्ययपरे एव आयान्ति. यदि धातोः साक्षात् पुरतः यः प्रत्ययः सः अर्धधातुक् तदा तत्र एतेषां सूत्राणां प्रसक्तिः एव न भवति, अपि तु तत्र तु इडागमविचारः करणीयं. किमर्थं चेत् इडागमः तु यदि सः सार्वधातुक् नास्ति सः अर्धधातुक्, सो अर्धधातुक् प्रत्ययानां तत्र इट् आगमः भवति. अर्धधातुकस्य षेड् वलादिति सूत्रेण, सो तत्र इडागमः. सो साक्षात् पुरतः धातुः साक्षात् पुरतः कः प्रत्ययः, तस्य स्वभावः कः, तदाधारीकृत्य एव तत्र लकारस्य सार्वधातुकत्वम् अथवा अर्धधातुकत्वम् इति वयं वदामः इति अत्र लिखितं. सर्वैः अवगतं वा? सरलम् अस्ति परन्तु किञ्चिदेव सूक्ष्मभेदः अस्ति. अग्रे का पठति? अनुसूया भगिनी पठति वा भगिनी अग्रे? आं भगिनि, दशसु लकारेषु वा दशसु लकारेषु चतुर्णां लकाराणां कृते धातूनां साक्षात् सार्वधातुकतिं प्रसया दृश्यते. ते च चत्वारः लकाराः के? लट् लोट् लिङ् विधिलिङ्. पुनः स्मर्यतां यत् तिंशित् सार्वधातुकं तृतीयाध्याये चतुर्थपादे त्रयोदशाधिकशतक इत्यनेन सर्वे अष्टादश तिङ्प्रत्ययाः सार्वधातुकसंज्ञकाः सन्ति एव. अतः प्रत्ययस्य सार्वधातुकत्वं सामान्यं नाम डिफाल्ट्. अग्रे इतोपि किमपि न क्रियते चेत् सर्वेषां लकाराणां एषा एव स्थितिः भविष्यति. अग्रे पठामः वा समर्थनं करणीयं वा? अग्रे पठामः वा? अत्र किमुक्तं तद् वदतु एकवारं. दशसु लकारेषु चत्वारि लकाराणां चत्वारि लकाराणां कृते धातूनां साक्षात् सार्वधातुकतिं प्रत्यया दृश्यते. ते चत्वारः के के सन्ति? लट् लोट् लङ् विधिलिङ् एव अस्ति. पुनः यत् तिंशित् सार्वधातुकम् इत्यनेन सर्वे अष्टादश तिङ्प्रत्ययाः सार्वधातुसंज्ञकाः एव सन्ति. अतः प्रत्ययस्य सार्वधातुकत्वं सामान्यम्. अग्रे इतोपि किमपि न क्रियते चेत् सर्वेषां लकाराणाम् एका एव स्थितिः. अतः पाणिनि अग्रे अग्रे स्वादिभ्य श्नु इत्यादीनां उक्तम्. इत्युक्ते वदति केवलं चतुर्षु एव तत्र धातोः सार्वधातुकृत्यः पश्यति, धातुः सार्वधातुकृत्यः पश्यति. अत्र धातूनां साक्षात् सार्वधातुक् तिङ्कृत्यः दृश्यते इति कर्मणि प्रयोगः अस्ति. धातुना इति तृतीया विभक्त्यां सो दृश्यते इति लिखितं. सो परन्तु तादृश इत्युक्ते षट्सु लकारेषु तथा नास्ति. तत्र तिङ् तिङ् इति कृते सार्वधातुक् इति सामान्य डिफाल्ट् अस्ति, बै डिफाल्ट् एतत् संज्ञा अस्ति. परन्तु वयं जानीमः एतस्य कृते अपवादसूत्रमपि अस्ति लिट् लिङ्गशेषि, बट् बै डिफाल्ट् सर्वेषां तिङ् प्रत्ययानां कृते सार्वधातुक् संज्ञा तु अस्ति एव. सो यदि तादृशचिन्तनम् एव तत्र एव स्थगामः चेत् तत्र दशसु लकारेषु तथैव भवति. दशसु लकारेषु गणविकरणप्रत्ययः मध्ये आयाति, परन्तु तथा न भवति. लकारेषु गणचिन्तनं करणीयं, केवलं चतुर्षु लकारेषु एव गणचिन्तनं करणीयम्. अनावश्यकम् अस्ति षट्सु लकारेषु, तत्र गणचिन्तनम् अनावश्यकं, विकरणप्रत्ययः न योजनीयम् इति पाणिनिः तत् इष्टं, तादृश सः इच्छति. किमर्थं चेत् सूत्राणां तत्र यः लेखः अस्ति तादृश एव अस्ति. अत्र उदाहरणम् उदाहरणमपि पठतु भगिनि. उदाहरणं लट् लकारः आप् लट् कर्तरिशब्दा तत् प्रभ प्रभाद्य स्वादिभ्यः श्नु इति आयाति. अतः आप् श्नु इति भवति. श्नु इत्यस्य शकारस्य उकारस्य लोपः भूत्वा शकारस्य लोपः भूत्वा आप् नो ति इति भवति. तत्र गुणं भूत्वा आप्नोति इति भवति. इत्युक्ते श्नु इति प्रत्ययनिमित्तीकृत्य आप् दातु कोऽपि गुणसङ्गः नास्ति, परन्तु यदा वयं नु इति भागः योजयामः त्रिवादयस्य कृते तु आप्नु इति अङ्गमस्ति. त्रिवादयस्य कृते आप्नु अङ्गमस्ति, सो अङ्गम् इगन्तमस्ति, अतः आप्नो भवति, सो आप्नोति इति रूपमस्ति. उकारस्य गुणः ओ भवति, सो अत्र त्रिवादयस्य कारणेन गुणः भवति, न तु विकरणप्रत्ययस्य कारणेन. त्रिवादयः सार्वधातुकः अस्ति, अपि च तपि अस्ति तिप् प्रत्ययः, अतः अत्र गुणस्य कृते कोऽपि बाधा नास्ति, सो आप्नोति भवति. परन्तु षण्णां लकाराणाम् आर्धधातुकं वर्तते इत्युक्ते इत्युक्तौ कर्तर्त्रे कर्तर्थेऽपि शप् विकरणप्रत्ययः नैव विहितः. एतत् कथं सम्भवति? कथम् एतादृशी दुःस्थितिः निष्पद्यते? पाणिनिः येषां षण्णां लकाराणां सिद्धप्रत्ययानाम् आर्धधातुकत्वं साधयति मार्गद्वयेन. चत्वारि लकाराः एव सार्वधातुक इति उक्तं. तदनन्तरं षट् लकाराः नाम कृते कः स्थितिः इति पश्यते चेत् पश्यामः चेत् आर्धातुकं वर्तते इत्युक्ते मार्गद्वयेन साधयति. मार्गद्वयेन ये लट् लोट् लङ् विधिलिङ्ग् तत्र कोऽपि भेद तत्र किमपि नास्ति. तत्र तु सार्वधातुक इति प्रक्रिया एव अस्ति. सो तेषु चतुर्षु लकारेषु तु कर्तरिषु अपि च आयास्यति. परन्तु षट्सु लकारेषु अस्माभिः पूर्वे अपि दृष्टं, तत्र विकरणप्रत्ययः न विहितः भवन्ति. अतः हौ कथं तत्र विकरणप्रत्ययः न आयाति, तत्र कथम् आर्धधातुकत्वम् इति सिद्ध्यति इति तत्र वदति मार्गद्वयेन महर्षिणा तत् साधितं. सो तत् मार्गद्वयं किम् अस्ति इति प्रथममार्गः अत्र दत्तमस्ति. अस्तु अस्तु भगिनि, धन्यवादः. मञ्जरी भगिनी अग्रे पठति वा भगिनि? प्रथममार्गं किं तत् पश्यामः. प्रथममार्गः अस्ति द्वयोः लकारयोः कृते लिट् च आशीर्लिङ्ग् च पाणिनिः तयोः अर्धधातुकत्वं साक्षात् विददाति. साक्षात् लिङ् षित् सार्वधातुकं 3.4.113 अर्धधातुकं शेषः तृतीय अध्याये चतुर्थपादे चतुर्दश अधिकशततम सूत्रं लिट् च तृतीयाध्याये चतुर्थपादे पञ्चादश अधिकशतं सूत्रं लिङ्गाशेषि तृतीयाध्याये चतुर्थपादे षोडश अधिकशततं सूत्रम्. अत्र लिट् तथा आशीलिङ्ग तेषां कृते लिट् च इति सूत्रेण सार्वधातुकत्वं साक्षात् पाणिनिना कृतम्. आशीर्लिङ्ग कृते अपि लिङ्गाशेषि इति सूत्रेण तत्र अर्धधातुकत्वं साक्षात् कथितम्. एषां सूत्राणां सूत्रसङ्ख्यां पश्यतु क्रमेण अर्धधातुकं, तत्र अर्धधातुकं कथं साधनीयं तस्य कृते एव चर्चा अत्र अस्ति. इदानीं वदति औट् आफ् द सिक्स् फार् द टु लकारस् तत्र तु साक्षात् आर्धधातुक् इति संज्ञा अस्ति. अतः लिट् लकारे अपि च आशीर्लिङ्ग् लकारे तत्र कोऽपि भ्रमः न भवति. साक्षात् पाणिनिना सूत्रमेव उक्तं, संज्ञासूत्रमेव दत्तं. तत्र अर्थधातुकत्वं लकारद्वये तु साक्षात् सूत्राधारेण एव कृतम्. इदानीं नौ वी आर् लेफ्ट् वित् ओन्लि फोर् लकारस्. सो वाट् अबौट् द एतेषां ये अन्ये चत्वारि लकाराः तेषां कृते कथं तत्र अर्धधातुकं साधनीयम् इति अग्रे लिखितम्. अग्रे अपि पठतु भगिनि एषां सूत्राणाम्. एषां सूत्राणां सूत्रसङ्ख्यां पश्यतु क्रमेण सर्वाणि. तिंशित् सर्वधातुकं 3.4.113, अर्धधातुकं शेषः 114, लिट् च 115, लिङ्गाशेषी 116. क्रमेण सर्वाणि आगच्छन्ति. अतः अनुवृत्तिः सरला. तिंशित् सार्वधातुकम् इत्यनेन सर्वे तिङ्प्रत्ययाः, षित्प्रत्ययाः च सार्वधातुकाः. अनन्तरं द्वितीयसूत्रे अर्धधातुकं शेषः वक्ति यत् ये ये प्रत्ययाः धातुभ्यः विहिताः तिंशित् भिन्नाः ते सर्वे अर्धधातुकाः, तथा लिट् च इत्यनेन पाणिनिः वदति यत् लिट् तिङ्प्रत्ययाः यद्यपि तिङ् परन्तु ते अपि अर्धधातुकाः. लिङ्गाशेषी इत्यनेन आशीर्लिङ्ग् अष्टादश तिङ् लिङ्गाशेषी इत्यनेन आशीर्लिङ्ग् अष्टादश तिङ्प्रत्ययाः अपि तथैव साक्षात् अपवादत्वेन अर्धधातुकाः. अत्र लिटः आशीर्लिङ्गः च अष्टादशानां तिङ्प्रत्ययानां स्वभावं साक्षात् परिवर्तयति. प्रथमतया तिंशित् सार्वधातुकम् इत्यनेन अन्ययोः अपि द्वयोः लकारयोः तिङ्प्रत्ययाः सार्वधातुकसंज्ञकाः, परन्तु लिट् च लिङ्गाशेषी इत्याभ्यां सूत्राभ्यां अर्धधातुकत्वं विहितम्. अतः अत्र इडागमः विचारः, परन्तु न तु विकरणप्रत्ययागमनम्. कर्तर्थे अनयोः लकारयोः गणभेदः नास्ति. चतुर्णां लकाराणां कृते धातु तिङ् इत्यनयोः मध्ये प्रथममार्गेण केवलं लकारद्वयस्य विषये एव तत्र आर्धधातुकत्वं सिद्ध्यति. अनन्तरं द्वितीय प्रथममार्गेण किं चेत् तत्र साक्षात् संज्ञा अस्ति, संज्ञासूत्रं दत्तमस्ति. सो यदा तत्र लिट् लकारस्य विवक्षा अस्ति तत्र अस्माभिः धातु कस्य गणस्य धातु अस्ति इति विचारः न करणीयं. किमर्थं चेत् यदा तत्र लः स्थाने तिवादयः, तिवादयः एव तत्र आर्धधातुसंज्ञकः. सो तत्र इडागमस्य विचारः करणीयं, न तु गणचिन्तनम्. तथैव अस्ति आशीर्लिङ्ग्लकारे. सो आशीर्लिङ्ग्लकारे अपि तिबादयः स्वयम् आर्धधातुकसंज्ञकः, अतः कर्तरि शब् द्विवादिभ्यः शन् इति न आगन्तुं शक्यते. तत्र धातुः साक्षात् पुरतः तु आर्धधातुक् प्रत्ययः तत्र अस्ति, अतः शप् शश् न इति तत्र न आगन्तुं शक्यते. अतः तत्र केवलम् इडागमस्य विचारः, न तु विकरणप्रत्ययस्य आगमनम्. सो लकारद्वय ये अर्धदानीं साधितं सूत्रद्वयेन. इदानीं द्वितीयमार्गम् अस्ति. द्वितीयमार्गमस्ति चतुर्णां लकाराणां कृते, एकनिमिषः भगिनि. हा वदतु महोदय. विद् धाति अत्र अस्ति, धातु किम् अस्ति, वि उपसर्ग अस्ति वा विद्ध धातु? धा धातु, वि इति उपसर्गः धातुः. अस्तु, धन्यवादः. तत्र सी वी हेव् गाट् अ लाट् आफ् धा धातु, तत्र अल्पप्रान्तकारः अपि अस्ति, धा धारणपोषणे तत्र धा धातु इति अस्ति, महाप्रान्तकारः तत्र अस्ति. सो इफ् वि सी द किम् अस्ति तेषां कृते तत्र एका संज्ञा अस्ति न धा धातु विषये. सो विदधाति इति धा धातुः अस्ति, द्वितीयधारणपोषणयोः इति धा धातु, वि उपसर्गपूर्वकः धा धातुः. पठतु भगिनि. तत्र धातोः द्वित्वं भूत्वा तत्त्वदादा अनन्तरं धकारः भवति, तथैव अस्ति न भगिनि? मम ध्वनिः श्रूयते किं वदति? नै महोदयेन किञ्चित् ददाति, हा वि ददाति. मम ध्वनिः श्रूयते वा सम्यक्? आमां श्रूयते भगिनि. महोदयेन उक्तं वि ददाति इति धातुः कः इति विषये अहं वदामि. आमां दा, हा वियोगदा अनन्तरं द्वित्वं द्वित्वम् अनन्तरं दकारस्य धकारः न. तदेव अस्ति न भगिनि? कुत्र भगिनि पदं कुत्र अस्ति विददाति? अत्र प्रथमे बिन्दुः तत्र पाणिनिः तयोः आर्धधातुकत्वं साक्षात् विददाति. द्वयोः लकारयोः कृते लिट् च आशीर्लिङ्ग् च पाणिनिः तयोः आर्धधातुकत्वं साक्षात् विददाति इति वाक्यमस्ति. प्रथमबिन्दुः द्वयोः लकारयोः कृते अत्र क्रमेण सूत्राणि दत्तानि न, तिंशित् सार्वधातुकं तस्य उपरि अस्ति न. अत्र अत्र विदधाति अत्र दा धातु एव अत्र दा धातु एव अत्र दा धातु धा धातु अस्ति, द्वित्वं भूत्वा दधा भवति. सो दधा भवति चेत् तत्र वि इति उपसर्गः अस्ति. सो दा धातुः धारणपोषणयोः इति धातु अपि अहं चिन्तयामि इत्यादिगणा एव तत्र द्वित्वं भवति. यदा तत्र शप् प्रत्ययस्य श्लु भवति तदा एव द्वित्वं भवति. बिकास् तत्र अभ्यासभागे तत्र महाप्राणधकारस्य कृते अल्पप्राण् इति सूत्रेण तत्र अल्पप्राण् इति भवति अभ्यासे चर्च् इति सूत्रेण. अत्र धा धातुः अस्ति, धारणपोषणयोः इति धातुः अस्ति. सो तत्र ददाति इति रूपम् अस्ति दुधान्. उभयपरि धातुः अस्ति. ददाति इति लट् लक्ति महोदय ददा इति तत्र त्वम् अनन्तरं भवति. सो अत्र वि इति उपसर्गः अपि अस्ति, विदधाति धा धातुः. तदेव प्रश्नः न महोदय, किं कः धातुः अत्र? वि उपसर्ग रूपेण आयाति धातुः ordains or enjoins or directs. Da dhatuh directs enjoys dharanupayoho iti dhatu asti atra. to wear, to support, to nourish, to protect. So to support. Etesham arthe dadatuhu asti. So he supports this, or maybe in that sense we can take it. अस्तु अग्रे पठामः. कुत्र अस्ति? अस्तु धन्यवादः. अत्र पठतु, द्वितीयबिन्दु पठतु भगिनि. चतुर्णां लकाराणां कृते धातु तिङ् इत्यनयोः मध्ये अन्यप्रत्ययः विहितः भवति यः स्वयम् आर्धधातुकः. नाम चतासि लुटो तृतीय अध्याये प्रथमपादे त्रित्रिंशत् तमं सूत्रं ल्युटि ल्युङ्गि च परे धातुतः स्य स्यः लुटि परे धातुतः तासि भवति. अनुवृत्तिसहितसूत्रं ल्यु लुटोः धातोः परश्च त्यतासि प्रत्ययो ल्युट् ल्युङ् तत्र स्य प्रत्ययः, लुट् अत्र तास् प्रत्ययः. अत्र किं लिखितं? प्रथमवाक्यं पठतु, द्वितीयबिन्दु यः अस्ति. सो इदानीं अन्येषां चतुर्णां लकाराणां कृते अर्धधातुकत्वम् इति कथं सिध्यति इति अत्र लिखितं. सो चतुर्णां लकाराणां कृते धातु तिङ् इत्यनयोर्मध्ये सो अत्र प्रायशः ऐ थिङ्क् अहं चिन्तयामि अत्र धातु लकार इति अनयोर्मध्ये अन्यप्रत्ययः विहितः भवति. इत्युक्ते शतासि लृ लुटो इति सूत्रस्य कः अर्थः भगिनि? एकवारं वदतु. शतासि ल्यु लुटो इति सूत्रस्य अर्थः अस्ति ल्युट् लकारे तथा ल्युङ् लकारे तत्र धातु तथा तिङ् प्रत्ययः इत्यनयोः मध्ये ल्युट् लकारस्य कृते स्य इति प्रत्ययः, धातु योगस्य योग तिङ् तथा लुट् लकारस्य कृते धातु योग इत्युक्ते अत्र तास् योग तिङ् इति प्रत्ययः आयाति. क्रमेण तत्र ल्युट् तथा लुट् लकारस्य तत्र स्य तथा तास् इति प्रत्ययः मध्ये आयाति तथा यः सार्वधातुकत्वं प्राप्नोति, आर्धधातुकत्वं प्राप्नोति. इत्युक्ते किञ्चित् अत्र तिङ् प्रत्ययस्य विषयः एव नास्ति अस्मिन् सूत्रे. सूत्रमस्ति शतासि लृ लुटु. शतासि इति द्विवचनात् पदमस्ति, स्य अपि च तास् प्रत्ययद्वयस्य. एतत् विधिसूत्रमस्ति, एतत् प्रत्ययविधायकसूत्रमस्ति. अनेन सूत्रेण प्रत्ययद्वयस्य विधिः दत्ता महर्षिणा. सः प्रत्ययः कः? स्य प्रत्ययः अपि च तास् प्रत्ययः. सो स्य प्रत्ययः अपि च तास् प्रत्ययः विधीयते इत्युक्ते धातोः विधीयन्ते. किमर्थं चेत् अत्र धातोः इत्यस्य अधिकारः अस्ति. तृतीयाध्याये एतत् सूत्रमस्ति. सो तृतीयसम्पूर्णतृतीयाध्याये प्रत्ययः परश्च धातोः इति एतेषां सूत्राणाम् अधिकारः. सो अत्र अपि धातोः प्रत्ययः परश्च इत्यस्य एतेषाम् अधिकारः. सो धातोः स्य अपि च तास् प्रत्ययद्वयं प्रत्ययौ इति लिखितम्. स्य तास्त्ययौ धातोः, धातोः अनन्तरं कदा, कदा आयान्ति, कदा स्य धातोः अनन्तरं स्य योजनीयम् अथवा तास् योजनीयम् इति तत्र प्रश्नः. सो लृ लुटो इति सप्तमी द्विवचनात् पदमस्ति. सो लृ इत्यनेन न केवलं लृट् लकारस्य ग्रहणम् अपि च लृङ् लकारस्य अपि ग्रहणं. केवलं लृ उक्तं, लृट् लृट् न उक्तं, लृङ् न, लुट् लकारः तु साक्षात् उक्तं. लुट् इति साक्षात् उक्तम्। सो लृ इत्यनेन न केवलं लृट् लकारस्य ग्रहणं, लृङ् लकारस्य अपि ग्रहणमस्ति। सो धातोः अनन्तरं स्य प्रत्ययः लृ इत्यस्य विवक्षायां, धातोः अनन्तरं तास् इति प्रत्ययः लुट् लकारस्य विवक्षायां। सो यदा मम विवक्षा धातोः अनन्तरं लृट् लकार योजयामः अथवा लृङ् लकार योजयामः, तस्मिन् सोपाने एव स्य प्रत्ययः विहितः भवति, न तु प्रथमे तिङ् आयाति अनन्तरं धातु तिङ् मध्ये स्य आयाति। तत्र किञ्चित् सूक्ष्मभेदः अस्ति, देट् इस् वै माताजी वदति तत्र कौमुदीग्रन्थे अथवा अन्येषां ग्रन्थे यद् दत्तं, प्रक्रिया दत्तं, तथा न करणीयं। सि सपोज् ऐ टेक् भू धातुः, मम विवक्षा अस्ति लृट् लकारस्य। सो तत्र सूत्रं किम् अस्ति लृट् सूत्रस्य, लृट् लकारः केन सूत्रेण विहितः भवति? अस्माभिः पठितं न न लृट् लृट् शेषे च। सो लृट् शेषे च इत्यनेन तत्र लृट् लकारः, यथा वर्तमाने लट् इत्यनेन लट् लकारः आयाति, तथैव लृट् लकारस्य कृते सूत्रमस्ति लृट् शेष। लृट् भविष्यत्कालस्य विवक्षायां तत्र मया तत्र भूधातुः अनन्तरं लृट् योजनीयं। सो इदानीमस्ति भूयोग लृट्। अस्मिन् सोपाने एव शतासि लृ लुटो इत्यस्य सूत्रस्य प्रसक्तिः भवति। सपोज् वाट् इट् इस् रिटन् ओर् अन्येषां ग्रन्थेषु तत्र किं भवति, अत्रापि केवलं ल एव अवशिष्यते। यदि अस्मिन् सोपाने मया स्य न योजनीयं, किमर्थं? यथा अन्येषां लकारेषु वयं कुर्मः तथैव अत्र कुर्मः। सो टकारस्य इतस्ति लकारः लृ इति उच्चारणार्थं ल एव अवशिष्यते, लस्य इत्यनेन विवक्षा अस्ति एकवचनस्य, तिप् योजनीयम्। इदानीं लृट् लकारस्य तिबादयः तु तिंशित् इत्यनेन सार्वधातुसंज्ञकः। सो केषुचित् ग्रन्थेषु, कौमुदीग्रन्थे तत्र किं लिखितं, तत्र लिखितं शतसि लृ लुटो इति सूत्रं कर्तरिषप् इत्यस्य कृते अपवत् सूत्रमस्ति, परन्तु तथा नास्ति। माताजी वदति सूत्रमस्ति शतसि लृ लुटो, लृट् लकारस्य विवक्षायाम् एव धातोः अनन्तरं स्य प्रत्ययः आयाति, न तु प्रथमे तिप् आयाति। देट् इस् वट् माताजी सेज्। माताजी सेज् महर्षि हेज् सेड्, महर्षि हेज् नाट् तत्र स्य इति प्रत्ययस्य कृते तिप् निमित्तं नास्ति, स्य इत्यस्य कृते तु लृ निमित्तमस्ति इति माताजी वदति। सो अस्मिन् प्रथमसोपाने एव यदा मया लृट् योजनीयं, तत्र ल अवशिष्यते, अत्र ल इति लृट् लकारस्य ल अस्ति, प्रथमसोपाने एव स्य आयाति, शतसि लृ लिटो इति सूत्रं तादृशम् अस्ति। अनन्तरं लस्सि तिबादयः तु आयाति ल स्थाने, परन्तु तृतीयसोपाने तिबादयः आयाति। सो इदानीं धातुः साक्षात् परे किं पश्यति, स्य प्रत्ययः पश्यति, न तु सार्वधातुक् तिप् पश्यति। धातुः साक्षात् अनन्तरं तु इदानीं स्य अस्ति, तिप् नास्ति, तिप् तु किञ्चित् अग्रे अस्ति। सो इति तत्र लिखितं साक्षात् पुरतः कः प्रत्ययः, तभावः कः, तत् आधारीकृत्य एव गानचिन्तनं नो चेत् इडागमस्य विचारः। सो स्य प्रत्ययः कीदृशप्रत्ययः भगिनि? स्य प्रत्ययस्य स्वभावः कः? आर्द्रधातु, तिंशित् नास्ति, शित् नास्ति, श्तिङ् नास्ति, अतः आर्द्रधातुक्। सो धातुः साक्षात् पुरतः आर्द्रधातुक्, अतः लृट् लकारे सर्वेषां धातूनाम् अनन्तरं स्य आयाति. सः कस्यचित् अपि धातुः, सः भू भवेत् वा आप् भवेत् वा किमपि धातुः भवेत्. सो द्विसहस्रधातूनां कृते लृट् लकारस्य विवक्षायां शतस्य लृ लुटो इति सूत्रेण स्य आयाति मध्ये. अतः तत्र कर्तरि शप् इत्यस्य प्रसक्तिः एव न भवति. धातुः साक्षात् पुरतः तु आर्धधातुप्रत्ययः अस्ति इति माताजि वदति. सो कौमुदीग्रन्थे किं दत्तमस्ति, लस् इत्यनेन तिवादयः अनन्तरं लिखितम्. अत्र शप् न आगन्तुं शक्यते. कर्तरि शप् इत्यस्य सूत्रस्य कृते शतसि लृ लुटो अपवाद सूत्रमस्ति, परन्तु तथा नास्ति. माताजि वदति अत्र पश्यतु, साक्षात् सूत्रे एव दत्तं. निमित्तं किम् अस्ति, लृ विवक्षायां शतसि लृ लुटो. लृ लुटो इति सप्तमी अन्तं पदमस्ति, सप्तमी द्विवचनात् पदमस्ति. सो कुत्र अतिङ् प्रत्ययः निमित्तम् अस्ति, अत्र क्षत् लृ प्रत्ययः, लृट् प्रत्ययः एव निमित्तं भवति स्य इत्यस्य कृते. तथैव लुट् प्रत्ययः एव निमित्तमस्ति तास् इत्यस्य कृते. अतः प्रथमसोपाने एव अस्माभिः किं करणीयं, स्य योजनीयं, लुट् लकारे तु तास् योजनीयं. सो यदा धातुः तास् पश्यति स्य पश्यति, द्वयमपि आर्धधातुप्रत्ययः. अतः now how many lakaras we have cleared, lrit, lrng, lut. So the four lakaras in in the case of these three lakaras, etesham lakare eteshu lakareshu dhatoh anantaram ardha dhatuk pratyah anin sutrena vihitah. Atah ardha dhatuk asti chet sah tatra ardha dhatukatvam siddhyati इति एतेषु त्रिषु लकारेषु. किमर्थं चेत् अत्र निमित्तमस्ति लृ लुटो, न तु तिवादयः. सो यद्यपि तथैव मया उक्तम् अत्र, अत्र यः प्रथम वाक्यमस्ति, चतुर्णां लकाराणां कृते धातु तिङ् इति अन्योर्मध्ये, न तु धातु तिङ् मध्ये, मध्ये एव तृतीयसोपाने तत्र मध्ये एव दृश्यते स अपि च तास्, परन्तु प्रथमसोपाने एव स्य अपि च तास् आयाति, अनन्तरं तिवादयः आयाति. प्रथमे स्य तास् आयाति, लस् इत्यनेन ल स्थाने तत्र तिवादयस्य निर्देशः. अवगतं वा, सर्वैः अवगतं वा? सो लिट् लकारे साक्षात् तिवादयः एव अर्धधातुक्, आशीर्लिङ्ग् लकारे तिवादयः एव अर्धधातुक्, परन्तु लृट् लृङ् लुट् लकारे तु तिवादयः सार्वधातुक् अस्ति, परन्तु तस्य प्राक् एव स्य तास् आयाति. सो धातुः साक्षात् पुरतः तु स्य, न तु तिप् अस्ति. तथैव लुट् लकारे धातुः साक्षात् पुरतः तास् अस्ति, न तु तिप् अस्ति. अतः तत्र एतेषु त्रिषु लकारेषु आर्धधातुकत्वम् इति सिद्ध्यति अनेन सूत्रेण. अस्तु अग्रे पठामः. चिलिलुङ्गि, इदानीं तत्र लुङ्लकारस्य विषये. लिङ्लकारस्य विषये आशिषि अर्थे तु तिवादयः अर्धधातुसंज्ञकः, परन्तु अन्येषु अर्थेषु निमन्त्रम् अर्थेषु तु सार्वधातुक् एव. सो लिट् लट् लोट् लङ् एण्ड् विधिलिङ्ग्. So vidhilink is there, then now we are left with only lung lakara. So lung lakara si kim, tatra kim, katham ardhadatuk katvam, tatra to sar, tibadayaha sarvadatuk. So tatra katham ardhadatuk siddhyati chili lungi itanena. Chetana vagni, agre patati va chili lungi iti sutram. Chili lungi, 3143, lungi datoho chili pratyayaha parashtra. लुङ् इक्वल् श्लि. सो लुङ्गि इति कीदृशपदमस्ति भगिनि? सः सप्तमी एकवचनं सप्तमी एकवचनमस्ति. सो सप्तमी सप्तम्यन्तं पदम् अस्ति चेत् निमित्तम् अस्ति. सो चिलि इति प्रत्ययस्य कृते निमित्तं किं लुति निमित्तम् अस्ति. शिवादयः निमित्तं नास्ति. शप् इत्यस्य कृते सार्वधातुक् प्रत्ययः तत्र न उक्तं. तत्र किमपि न उक्तं. तत्र केवलं सार्वधातुक् इति संज्ञा उक्तं. कर्तरि शप् सार्वधातुके. सः सार्वधातुक् प्रत्ययः किमपि भवेत्, तिङ् भवेत् वा शित् भवेत् वा. यथा तत्र धातु प्लस् अत्र अस्ति चेत् तत्र शित् कारणेन मध्ये भूयोगशत्र कुर्मः. सपोज् भूयोगशत्र कुर्मः, सो शत्रुप्रत्ययः शित् अस्ति, अतः तत्र शित् कारणेन मध्ये शप् आयाति. सो भूयोगशप् योगशत्र भवति. किमर्थं चेत् शत्रुप्रत्ययः शित्वात् सार्वधातुकसंज्ञकः. तथा तादृशभेदः. अत्र तु लुङ्गि इति उक्तं. सो लुङ्लकारः निमित्तं भवति. कस्य कृते? चिलि इति प्रत्ययस्य कृते. सो स्य अपि विकरणप्रत्ययः, तास् अपि विकरणप्रत्ययः, चिलि अपि विकरणप्रत्ययः. परन्तु कीदृशविकरणाः? लकारनिमित्तिकविकरणः. लकारः निमित्तं भवति एतस्य विकरणस्य कृते, विकरणप्रत्ययस्य कृते. विकर्णः इत्युक्ते किं भगिनि? यः मध्ये आयाति, धातोः तिङ्प्रत्ययस्य मध्ये आयाति. धातु तिङ्प्रत्ययस्य मध्ये यः प्रत्ययः पतति सः विकर्णः. धातु तिङ्प्रत्ययस्य मध्ये किम्? I have some voice. I hear after a lag. There is some voice lag happening. Haan, vadatu bhagni. Kim asti? Lung equals chli iti kimartam likitam. Okay. Lastane. I don't know why here. Itukte lung lakare chli iti pritya. Kani nayati. Lung to tathe. Lung iti nimittam bhavati. So lung lakare si upasthityam. धातोः चिलि प्रत्ययः विहितः. अत्र इस् इक्वल् टु उक्तम् इत्युक्ते अस्मिन् लकारे तु चिलि प्रत्ययः आयाति मध्ये. किमपि प्रेसेण्टेशन् भिन्नः अस्ति, परन्तु लुङ् लकारस्य स्थाने चिलि न आयाति. लकारस्य तत्र तु ल इत्यनेन तिवादयः एव आयाति, परन्तु लुङ्लकारस्य उपस्थित्यां चिलि आयाति. धातोः अनन्तरं चिलि प्रत्ययः. एतत् अस्ति 33 इति 40. तदनन्तरं तिबादयः आयाति वा? आम्. सो प्रथमे भू प्लस् लुङ्, अनन्तरं लुङ् इत्यस्य उपस्थित्यामेव चिलि आयाति. भू प्लस् चिलि प्लस् लुङ्, अनन्तरं लस्य इत्यनेन तिवादयः. सो भू प्लस् चिलि प्लस् तिप् आर्तास् आर्जि यत् किमपि अस्ति. मध्ये एडिशनल् प्रत्ययः आयाति लुङ्लकारे. यथा शप् शश्न मध्ये एडिशनलि आयाति, तथैव अत्र लुङ्लकारे चिलि इति प्रत्ययः. चिलि अपि आर्धधातुक् अस्ति. स्य अपि आर्धधातुक्, तास् अपि आर्धधातुक्. सो दट् इस् सेड् तिंशत् सार्वधातुकम्. सो अत्र आर्धधातु धातोः साक्षात् अनन्तरम् आर्धधातुक्, अतः लुङ्कारे अपि आर्धप्रक्रिया भवति. लुट् लकारे अपि आर्धधातुक् प्रक्रिया भवति. किमर्थं चेत् प्रथमसोपाने सर्वेषां धातूनां कृते, द्विसहस्रधातूनां कृते एतदेव सूत्रं कार्यं करोति. अत्र धातुविषये किमपि न उक्तम्. अत्र केवलम् उक्तं लुङ्गी विवक्षायां. लुङ्गी अस्ति चेत् धातोः यत्किमपि धातुः सः, तत्र तु चिलि प्रत्ययः आयाति. तथैव लुट् लकारस्य विवक्षायां तास् मध्ये यत्किमपि धातुः, यस्य कृते धातुसंज्ञा अस्ति तस्य अनन्तरं तास् आयाति. यदि मम विवक्षा लुट् लकारस्य अस्ति, सो तास् आयाति चेत् अर्धधातुप्रक्रिया भवति. धातुः साक्षात् पुरतः तु तास् अस्ति, चिलि अस्ति, स्य अस्ति. एते सर्वे कर्णाः अर्धधातुक् भिन्नः, अतः अर्धधातुक् प्रक्रिया भवति. वदतु महोदय. लैक् इन् ऋट् ऋट् शेषे च गिव्स् ऋट् आयाति तत् परे शतासि लुटो तत्र ऋट् इस् सप्तमी निमित्तं. सिमिलर्लि चिलिलुङ्गि लुङ्ग् कुत्र आयाति? लुङ्ग् तु 3 to 110 अस्ति, 3 to 143, इट्स् आफ्टर् 3 to 143. सो लुङ्गि सप्तमी निमित्तम् अस्ति इत्र चिलि लुङ्गि. बट् हौ डस् लुङ्गि कम् फस्ट्? मम विवक्षा लुङ् लकारस्य अस्ति. सो बै विच् सूत्र? सारि, लुङ् लकारस्य सि लुङ् इति सूत्रं 3 to 110 अस्तु. यस्, लुङ् इति सूत्रं सूत्र. मम विवक्षा अस्ति धातोः अनन्तरं तत्र लुङ् लकारः योजनीयम्. सो केन सूत्रेण लुङ् आगम्यते? अनेन सूत्रेण एव आगन्तुं शक्यते न? सो सपादसप्ताध्यायां सूत्राणां संख्या इत्युक्ते प्रथमे तत्र फस्ट् अध्यायस्य सूत्रम् आयाति, अनन्तरं द्वितीयपादस्य सूत्रम् इति नास्ति न महोदय? सो लुङ् लकारः एतेषां लकाराणां विधिः अत्र अस्मिन् प्रकरणे दत्तं. सूत्रसङ्ख्या आधारेण तत्र किमपि न भवति न? दे आर् लैट् सर्कल्, दे केन् सी ईच् अदर् sutras. Even though there is a krama of sutras, but it looks like saptadhyay is like a circle. All the sutras can see each other, but tripadi circle rupena nasti. Tripadi is like one after another. Tatra purvatra siddham ityasya adhikarah. So for the purvatra siddham ite tatra 3 to 110 ityasya कृत् इति अस्य भवति. कस्य कृते? चिलिलुङ्गि इत्यस्य कृते. परन्तु एतत् सूत्रं तु सपादसप्ताध्यायम् अस्ति न महोदय? यदि सो 3 to 143 चिलिलुङ्गि इति सूत्रस्य कृते लुङ् इति सूत्रम् असिद्धं भवति त्रिपाद्यां, परन्तु सपादसप्ताध्यायां तत्र किमपि पूर्वत्र सिद्धम् इति अत्र नास्ति न तादृश पूर्वसूत्रसूत्रम् असिद्धम् इति तत्र किमपि नास्ति विचारः. अग्रे अपि पठतु, कुत्र अस्ति अस्माकं देयं यत् एकवारम् एतत् अद्य एतत् करपत्रं समापयामः. चेतना भगिनी अग्रे पठतु. देयं देयं यत् स्य ता स्ली एते त्रयः प्रत्ययाः न तिङ् न वाश्यत्, अतः तिंशत् सार्वधातुकम् इत्यनेन नैव सार्वधातुकाः, अपि तु आर्तधातुकं शेषः इत्यनेन आर्तधातुकाः. एतत् सर्वे स्य ताश्चिलि तिङ् नास्ति शित् नास्ति, अतः आर्तधातुकं शेषः इत्यनेन आर्धधातुकसंज्ञा प्राप्नोति. आम्, तत्तु सत्यं. स्य ताश्चिलि एते प्रत्ययाः कथं जानीमः भगिनि? श्रुत् नास्ति, तिङ् नास्ति, प्रत्ययः अस्ति. स्य इति प्रयः, तास् इति प्रत्ययः, प्रत्ययः कथं जानीमः? धातोः अनन्तरम् एतेषां कृते प्रत्ययसंज्ञा केन सूत्रेण भवति? अत्र प्रत्ययः परश्च इत्यस्य अधिकारः अस्ति न, प्रत्ययः इति सूत्रेण एव. सो धातोः लुङ्गि विवक्षायां चिलि प्रत्ययः परश्च. सो प्रत्ययः चिलि प्रत्ययः इत्यनेन चिलि अपि प्रत्ययः. तासः धातोः लुट् विवक्षायां धातोः पुरतः तास् प्रत्ययः परश्च. सो तास् अपि प्रत्ययः स्य अपि प्रत्ययः फस्ट् दे शुड् बि प्रत्ययः न देन् ओन्लि वी केन् अटेच् सार्वधातुक् आर् आर्धधातुक् इति संज्ञा तेषां कृते सो एतादृशसंज्ञा तु प्रत्ययानां कृते सो कथं जानीमः एते प्रत्ययाः सो अत्र एतत् विधिसूत्रमस्ति अत्र प्रत्ययः परश् विधिसूत्रे अधिकारसूत्रस्य अनुवृत्तिः अवश्यं भवति सो सिल्ली प्रत्ययः परश्च कस्मात् धातोः कदा लुङ्गि सो लुङ्गि विवक्षायां धातोः चिलि प्रत्ययः परश्च सो चिलि अपि प्रत्ययः तस्य अपि प्रत्ययः तास् अपि प्रत्ययः इदानीं तस्य स्वभावः कः सार्वधातुक् अथवा आर्धधातुक् तिंशित् नास्ति अतः सार्व आर्धधातुक् संज्ञकः अग्रे अपि पठतु भगिनि यथा लृट् लकारः आप्योगल् लृट् आप्योगल् स्यतासि लृलुटो इत्यनेन लृटि परे धातुतः स्यः आप्योगस्य योगल् धातोः परः स्य प्रत्ययः आर्धधातुकः अतः कर्तरि शप् स्वादिभ्यः श्नुः इत्यनयोः प्रसक्तिः नास्ति आप्योगस्य योगल् प्रथमपुरुषैकवचने तिबादेशः आप्योगस्य योगत् अनुबन्धलोपे आप्योग स्ययोगति वर्णमेलनम् आप्स्यति अत्र स्यासि लृलुटे प्रथम सोपानम् एव कार्यं करोति अतः आप्योगस्य योग ल आयाति तदनन्तरं ल स्थाने तिप् योजनीयम् अतः आप्योगस्य योग ति आयाति अन्ते वर्णमेलनम् आप्स्यति आयाति इत्युक्ते अत्र कर्तरि शप् स्वादिभ्यः शृणु आप् इति स्वादिगणस्य धातुः अस्ति अतः एतेषां सूत्रद्वयस्य प्रसक्तिः एव नास्ति किमर्थं चेत् शृणु प्रत्ययः अपि सार्वधातुके साक्षात् सार्वधातुप्रत्ययः परे अस्ति चेदेव शृणु आगन्तुं शक्यते तथैव शप् अस्ति सो अत्र धातुः साक्षात् तु स्य अस्ति न तु तिप् अस्ति सो लृट् लकारे लृङ् लकारे तिबादयः सार्वधातुकसंज्ञकः तत्तु सत्यं परन्तु धातुः इदानीं तिप् न पश्यति धातुः तु स्य पश्यति तिंशित् सार्वधातुकम् इत्यनेन लृट् लकारे तिबादयः सार्वधातुकसंज्ञकः एव परन्तु इदानीं न दृश्यते धातुः साक्षात् न दृश्यते मध्ये तु स्य अस्ति अतः अर्धधातुकप्रत्ययः धातुः पश्यति अतः अर्धधातुक् सो इडागमस्य विचारः भवति अत्र स्यप्रत्ययनिमित्तीकृत्य अपि गुणः भवति किमर्थम् अर्धधातुकप्रत्ययः अस्ति सि सार्वधातुक अर्धधातुकयोः इति सूत्रम् सो पुगन्तलघुपदस्य च इति सूत्रं तत्र किमपि न उक्तं तत्र केवलम् उक्तं प्रत्ययधातुक् भवेत् आर्धधातुक् भवेत् स्य प्रत्ययनिमित्तीकृत्य अपि गुणः भवितुं शक्नोति यदि तादृशाङ्गमस्ति सो भू बिकम्स् भव इन् इन् लृट् लकारोप भविष्यति इति भवति That is why he has said sarvadhatuk ardhadhatuk ayoho tatra kim api na uktam ki so yaha pratyaya sarvadhatuk sangyakah tam nimitti gunah bhavitum shaknoti yaha pratyaya tuk sangyak tam nimitti kritya gunah bhavitum shaknoti kitne itne itne bhinna asti sya ta chili so ardhadhatuk vishaye kitne git drishtavyam सार्वधातुक विषये तत्र पित् अपित् द्रष्टव्यम् गुणस्य यत्र विषयः अस्ति आप्स्यति अवगतं वा भगिनि? आं महोदय. एतत् परिच्छेदमपि पठतु एकवारम्. एवं कृत्वा एवं अस्ति वा? न महोदय. एवं कृत्वा लृट् ऋङ् लुप् लुङ् चैषां च एषां लकाराणां तिङ्प्रत्ययाः यद्यपि सार्वधातुकाः किन्तु धातु तिङ्प्रत्ययोः मध्ये अन्यप्रत्ययः उपविशति यः स्वयम् आर्धधातुकः. यतः पाणिनेः कार्यपद्धत्या सर्वं कार्यं साक्षात् पूर्वं परं च भवति, अपि च यतः एते सार्वधातुकतिङ्प्रत्ययाः अधुना धातुना साक्षात् नैव दृश्यन्ते, अतः सार्वधातुकप्रत्ययनिमित्तकम् अङ्गकार्यं न अर्हम्. नाम कर्तरि शप् इत्यनेन शप् प्रत्ययः नानीयते, तस्य स्थाने आर्धधातुकप्रत्ययः निमित्तकम् अङ्गकार्यं विहितम्, नाम इडागमः विचारः. सो लृट् लुङ् लुट् लुङ् लकाराणां आर्धधातुकलकारः सन्ति, अतः कर्तरि शप् सूत्रस्य प्रसक्तिः नास्ति इति. इत्युक्ते यद्यपि तिवादयः सार्वधातुकसंज्ञकाः, परन्तु एतेषु चतुर्षु लकारेषु मध्ये किमपि भिन्नप्रत्ययः आयाति, यः प्रत्ययः साक्षात् आर्धधातुकसंज्ञकः. इत्युक्ते अर्धधातुकं श्वः इत्यनेन स्यापि आर्धधातुक्, सपि आर्धधातुक्, चिलि अपि आर्धधातुक्. सो प्रत्ययः स्वयम् आर्धधातुकसंज्ञक अस्ति धातोः साक्षात् अनन्तरं यः प्रत्ययः. सो चतुर्षु एतेषु चतुर्षु लकारेषु धातुः आर्धधातुकप्रत्ययः पश्यति, न तु सार्वधातुक तिवादयः. यद्यपि तिवादयः सार्वधातुक अस्ति, परन्तु धातु न पश्यति तिवादयः, धातु तु स्यता चिलि पश्यति. अतः तत्र सार्वधातुनिमित्तिक अङ्कार्यं नास्ति, आर्धधातुकनिमित्तिक अङ्कार्यम् अस्ति. सो सि गुणः अपि च वृद्धिः आर्धधातुकप्रत्यपरे अपि भवति, सार्वधातुकप्रत्यपरे अपि भवति. सो कः भेदः द्वयोर्मध्ये? सार्वधातुकप्रत्यपरे अस्ति चेत् शप्ष्ण आयाति, आर्धधातुकप्रत्यपरे अस्ति चेत् इडागमः भवति. तदस्ति भिन्नता, देट् इस् द डिफ्रेन्स्. परन्तु गुणः तु सार्वधातुकप्रत्यपरे भवति, आर्धधातुकप्रत्यपरे भवति गुणकार्यं. तदपि अङ्गकार्यमस्ति, गुणकार्यमपि अङ्गकार्यं. परन्तु कर्तरि शप् इति यः इत्यनेन यः शप् विहितः, सः तु केवलं सार्वधातुके एव भवति. तथैव इडागमविचारः तु आर्धधातुकप्रत्यपरे एव भवति, तत्र भिन्नता अस्ति. अवगतं वा इदानीं तत्र कथं षट्सु षण्णां लकाराणां तत्र अर्धधातुकं कथं सिद्ध्यति? सर्वैः अवगतं वा? एकवारम् एतत् समापयामः. एतदपि पठतु भगिनि. कार्यं साक्षात् पूर्वं परं च भवति इति किम्? तस्मिन् इति निर्देशे पूर्वस्य विभक्तः भगिनि. एतत् अग्रिमस्मिन् वर्गे पत् एतानि तस्मिन् इति पूर्वस्य. सो तस्मिन् इति निर्दिष्टे पूर्वस्य इति सूत्रे यः किमस्ति सप्तमी निमित्तमस्ति चेत् सः साक्षात् पूर्वे भवति, निमित्तस्य साक्षात् पूर्वे भवति. सो सार्वधातुके इति तस्मादिति उत्तरस्य तु पञ्चमी अस्ति, तस्मादिति पञ्चमी अन्तं पदम् अस्ति. अनेन सूत्रेण एव तत्र अवगच्छामः साक्षात् पूर्वे निमित्तम् अस्ति चेदेव कार्यमस्ति. सो दट् इस् वै वि से निमित् सप्तमी तस्मिन् इति निर्दिष्टे पूर्वस्य कार्यं पूर्वे भवति, कार्यं साक्षात् पूर्वे भवति, परन्तु निमित्तं साक्षात् परे भवेत्. इत्युक्ते साक्षात् पूर्वं साक्षात् परम् इति किम् अस्ति, तस्य कः अर्थः, सूत्रद्वयेन वयम् अवगच्छामः. तस्मादिति उत्तरस्य एतदपि परिभाषासूत्रमस्ति. सो अनेन परिभाषया एव वयम् अवगच्छामः सार्वधातुप्रत्ययः साक्षात् धातोः साक्षात् पुरतः अस्ति चेदेव कार्यमस्ति. अन्यथा तु भू प्लस् चिलि प्लस् टिप् टिप् तत्र सार्वधातुप्रत्ययः इत्यस्य प्रसेन्स् अस्ति, तथापि तत्र कर्तरिषप् इत्यस्य प्रसक्तिः न भवति. किमर्थं चेत् साक्षात् नास्ति. सो विल् रीड् अबौट् दीस् टु सूत्र इन् द नेक्स्ट् देन् विल् स्टार्ट् अ न्यू करपत्रं बिकास् दीस् टु सूत्रस् आर् इम्पार्टेण्ट्. इदानीं समयः अभवत्, डिस्कस् दीस् इन् डिटेल् अण्ड् देन् वि विल् आल्सो डिस्कस् वै देर् इस् नो सूत्र वित् रेस्पेक्ट् टु तृतीया विभक्ति. यत्र सूत्रे तृतीया विभक्ति अस्ति, विरलतया एव अस्ति, परन्तु अस्ति. तृतीयाविभक्त्यां पदमपि निमित्तं भवति. सो तत्र तृतीय विभक्तिपदमस्ति चेत् कार्यं पूर्वे अपि भवितुं शक्नोति, परे अपि भवितुं शक्नोति. परन्तु यदा तत्र सप्तमीनिमित्तम् अस्ति, तत्र पूर्वे सप्तमीनिमित्तं परनिमित्तं पूर्वकार्यं, तथैव पञ्चमीनिमित्तम् अस्ति चेत् पूर्वनिमित्तं परकार्यम्, उत्तरे कार्यं भवति, तस्य परे कार्यं भवति. दीस् आर् टु परिभाषासूत्रास्, वि विल् रीड् देम् इन् द नेक्स्ट् कक्षा. मास्तु, बिकास् दिस् विल् टेक् ए लाट् आफ़् टैम्. एतावत्पर्यन्तं कोऽपि प्रश्नः अस्ति चेत् पृच्छन्तु, अन्यथा अत्र स्थगामः. प्रश्नः अस्ति वा? अस्तु, नास्ति चेत् स्थगामः. जगदीश् महोदय, शान्तिमन्त्रं पठतु महोदय. ॐ पूर्णमद पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेव वसिष्यते. ॐ शां तिश्यां तिश्यान्तिः. हरि ओं श्रीगुरुभ्यो नमः. हरि ओं तत्सत्. नमस्काराः, धन्यवादाः, पुनः मिलामः. धन्यवादः भगिनि, शुभदिनं. धन्यवादः, धन्यवादः, नमस्कारः.